सर्वं यस्यानिति सति सर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु ॐ शान्ति शान्ति शान्ति। अस्तु, यस्तनीये विचारणीयमस्ति किञ्चित् कस्यचित्। किमस्ति किमस्ति? निघण्टु शब्दे या व्युत्पत्ति प्रदर्शिता। आ हननादेव स्युः अपि वा आहननादेव स्युः इत्यत्र अस्तु एवकारः किमर्थः इति उच्यते। अस्तु अस्तु, नै एतत्तु भाषायामपि अस्माभिः प्रयुज्यते एव, अथवा ऐसा हि होवे अथवा ऐसा हि होवे, अथवा अत्र वा शब्दस्तु समुच्चयार्थे भवति, न तु सन्देहे न वर्तते इति तु पूर्वमेव उक्तमासीत्। एवमपि अस्ति एवमपि अस्ति एवमपि अस्ति, अथवा ऐसा हि होवे अथवा ऐसा हि होवे अथवा ऐसा हि होवे इति बलाधाने एव शब्दः प्रायेण प्रयुज्यते वाक्येषु। किमस्ति? मुख्यता कस्य मुख्यता? अनि एवमस्ति न, निघण्टु शब्दः अस्माभिः निरुच्यते, निघण्टु शब्दे च एते सर्वेऽपि अर्थाः दृश्यन्ते चेत् सर्वेऽपि अर्थाः प्रामुख्यं भजन्ते एते, तत्र गौणत्वं नास्ति कस्यचिदपि। सर्वत्रापि तु एव शब्दः एतेन पठित एव, निगन्तव एव, अन्यच्च तत्र आहरणादेव, द्वयोः स्थाने एव पठित। एवकारस्तु पूर्वमपि वर्तते, निगन्तव एव सन्तो निगमनात् निघण्टव उच्यन्ते इत्यौपमन्यव, औपमन्यवस्य पक्षः वर्तते। अपि वा आहरणादेव स्युः अथवा अयमेव अर्थः तत्र अभिप्रेतः स्यात् इति वक्तुं शक्यते। शब्दः ध्वनिः स्खलितो भवति न जाने किमर्थम्। कः शब्दः? द्रव्यं शब्दः। द्रव्यशब्दस्य परिभाषा अत्र, द्रव्यशब्दस्य सत्त्वप्रधानानि नामानि, द्रव्यशब्दः अत्र क्व प्रयुक्तः? सत्त्वशब्दस्य अत्र प्रयोगो वर्तते न तु द्रव्यशब्दस्य प्रयोगः। क्रियायाः आश्रयः द्रव्यं भवति। कृतभिहितो भावो द्रव्यवत् भवति इति उच्यते। अस्तु, द्रव्य शब्दस्य किं तात्पर्यम् अस्ति? एकं सूत्रम् आगतम् अष्टाध्याय्यां, द्रव्यं च भव्ये। तत्र द्रव्य शब्दः कस्मिन् अर्थे वर्तते? भव्यमिति द्रव्यशब्दः तत्र सम्पन्ने वर्तते। यस्मिन् ये गुणा अभिप्रेताः सन्ति तैः सम्पूर्णैरपि गुणैः यः युक्तः सः द्रव्य इति उच्यते। यथा द्रव्योऽयं राजा, द्रव्योऽयं साधु, द्रव्योऽयं तपस्वी, द्रव्योऽयं विद्यार्थी, द्रव्योऽयं आचार्यः। यत्र ये गुणाः अभीष्टाः सन्ति तैः सर्वैरपि गुणैः, सर्वैः अथवा अधिकतमैः गुणैः युक्तः कश्चिदपि द्रव्यः इति उच्यते। द्रव्यः सस्यः क्वचिदपि प्रयोक्तुं शक्यते चेत् तत्र ये यतोहि यः कश्चिदपि व्यवहारः अस्माभिः क्रियते शब्दैः तत्र सर्वत्रापि प्रायेण गुणसमुदाये एव शब्दानां व्यवहारः अस्माभिः क्रियते। तत्र आगतः अपि आसीत् न, महाभाष्ये प्रसङ्गः आगतः आसीत्, गुणसमूहो द्रव्यमिति आगतम् आसीत् तत्र, गुणसमूहो द्रव्यं, तत्रैव च शब्दस्य प्रयोगः अस्माभिः क्रियते सर्वथापि चेत् तादृश एव द्रव्यशब्दः अत्रापि वर्तते। नै, क्रियायाः अवस्थाद्वयं भवति। एका स्थितिर्वर्तते यत्र सा अधुना चलति, गम्यमाना अवस्था वर्तते। अपरा तस्य स्थितिर्वर्तते सिद्धावस्था, या सिद्धावस्था सा तु द्रव्यभूता वर्तते, यतोहि तत्र लिङ्गसङ्ख्याकारकाणाम् उपचारः दृश्यते। अपराया वर्तते सा किन्नाम गम्यमानावस्थाया वर्तते, तत्र तथा नास्ति व्यवहारः। तस्या किमिति यत्र हि क्रिया अन्यच्च गुणाः समवेतरूपेण तिष्ठन्ति तद्द्रव्यमिति उच्यते। तदेव वैयाकरणानामपि द्रव्यं वर्तते। क्रिया क्रियामात्ररूपेण द्रव्यं कथं नास्ति? क्रिया द्रव्यं कथं न उच्यते इति प्रश्नः चेत् द्रव्यशब्दस्य व्यवहारः तत्र द्रष्टव्यः, यतोहि क्रियायाः द्रव्यत्वेन विवक्षा कथं नु भविष्यति? कस्यचित् स्थितस्य पदार्थस्यैव तु द्रव्यत्वेन व्यवहारः स्यात्, तत्र क्रियायास्तु अवस्थितिरेव नास्ति। क्रिया का उच्यते? वैयाकरणैर्वा नैरुक्तैर्वा अन्यैर्वा कैश्चित् क्रिया का उच्यते? उपक्रमप्रभृति अपवर्गपर्यन्तम् यः एकः क्षुद्रक्रियासमुदायः सा मुख्या क्रिया इति उच्यते, पाकानुकूलो व्यापारः चेत् क्रियायाः क्रियात्वं कदा भवति अथवा किं भवति? वेगः नहीं, गति ही का वर्तते अन्यच्च क्रिया का वर्तते? गति ही क्रिया इति सामानाधिकरण्यं वक्तुं शक्यते वा? एतद्विभिन्नं द्रव्याणि क्रिया उच्यते याति क्रिया कदाचित् भवति तच्च वेगनामकः संस्कारः भवति वेगनामः संस्कारः तत्र वेगनामसंस्कारः कर्म उच्यते वा क्रिया कर्म उच्यते उच्येत एतत्तु एषः उपचारः औपचारिको व्यवहारस्तु सर्वत्र भवत्येव यथा बहिर्धातुर्वर्तते चेत् बहिर्धातुः गत्यर्थो वर्तते वा नदी वहति अन्यच्च देवदत्तः विवहति कन्यां विवहति देवदत्तः कन्यां विवहति अत्र किमस्ति स्थानान्तरप्राप्तिर्वर्तते स्थानान्तरप्राप्तिः गतिं विना उत्वा गमिक्रियां विना न भविष्यति पारम्पर्येण तत्र क्रिया वर्तते साक्षात् गतिर्वर्तते साक्षात् गत्यर्थता तत्र न वर्तते किन्नाम वहत्यर्थे उपचारः तत्र भवति चेत् यतोहि तेषां सविषयः मुख्यो न वर्तते कस्मिन् प्रसङ्गे उच्यते इति न स्मर्यते तत्र वैशेषिके क्रियायाः प्रतिपादनं क्रियते पञ्चकर्माणि भवन्ति आकुञ्चनप्रसारणानि प्रसारणगमनानि पञ्चकर्माणि परन्तु अयं वृक्षः तिष्ठति तेषां क्रिया नास्ति परन्तु वैयाकरणानां तिष्ठति इत्यपि क्रिया वर्तते तदनुप्रेत्य स कथयति यद् वेगनामकः संस्कारः भवति क्रियया सह संस्कारः क्व तिष्ठति अन्यच्च क्रिया अपि वेगक्रिययोः कः भेदः क्रियते तत्र वेगेन क्रिया भवति एवमस्ति तेषां क्रियाणां परिभाषा अन्य च अस्माकं वैयाकरणानां क्रियायाः परिभाषा पृथक् पृथक् अस्ति पृथक् तु स्यात् सामञ्जस्यमपि भविष्यति मन्ये तस्य स्वरूपम् अधुना स्पष्टं नास्ति सामञ्जस्यमेव अस्ति यत् अस्माकं या क्रिया वर्तते तत्र तेषां या क्रिया अस्ति सापि समवेता भवति परन्तु तेषां या क्रिया वर्तते सा क्रिया अस्मत् क्रियापरिभाषायां समवेता मन्ये अवस्थितिभेदः उच्येत मन्ये अवस्थितिभेदेन उच्येत मन्ये तत्र भेदः न भविष्यति गतिरपि क्रिया भवेदेव अत्रापि तु भावः इति उच्यते गतिः क्रियते भावशब्दोऽपि तथा व्यवह्रियते अस्माभिः वेगः संस्कारः वेगसंस्कारस्य स्वरूपं द्रष्टव्यं भविष्यति अस्तु दृष्ट्वा वक्ष्यामि अधुना स्पष्टता नास्ति वेगः आख्यातशब्दे साध्यावस्था आख्यातशब्देन यदुच्यते तेन आख्यातशब्देन तिङन्तमुच्यते आख्यातशब्देनात्र तिङन्तमुच्यते तिङन्तेन साध्यावस्था क्रियाया उच्यते तिङन्तस्य संज्ञात्वेन आख्यातशब्दः अत्र वर्तते शब्दो नाम सत्त्वनामभिः हा तत्र वज्रव्यापारः वा पक्षिव्यापारः नै एवमस्ति पूर्वं वाक्यं वर्तते सम्पूर्णमपि उपक्रम प्रवृत्ति अपवर्गम् इति तु मूर्तं सत्त्वभूतं मूर्तं सत्त्वभूतं भावम् सत्त्वनामभिर् अर्थात् सत्त्वनामानि कानि सन्ति व्रज्या पक्तिः इति यः मूर्तो भावो वर्तते तं मूर्तं भावं सत्वभूतम् सत्वभूतो यो भावो वर्तते तम् सत्वनाम भी व्यवहरन्ति यथा व्रज्या व्रज्या इति एकम् सत्वनाम पक्ति ही पक्तिरिति एकम् सत्वनाम पृथक पृथक वर्तेते। भावस्य हाँ भवति इति भावस्य सामान्यावस्था ये तो ये सर्वत्रापि भवति वर्तते व्रजति इत्यादि च विशेषावस्था उच्यते। एकः विशेषवाची शब्दः अपरश्च सामान्यवाची शब्दः एवम् उभयत्रापि तथैव अधः इति गौरश्व इति अधः इति सामान्यवाची भवति गौरश्व इति विशेषवाची भवति एवमस्ति। भावस्य उपदेशः सामान्येन यतो हि सर्वेऽपि भावाः अत्र अन्तर्भूताः भवन्ति भवति वचनेन अस्ति भवति विद्यते सामान्येन कश्चिदपि गृह्येत सामान्यवाचिनः एते शब्दाः भवन्ति। इति वा हननादेव स्युः चेत् हननशब्दस्य कः अर्थः स एव अर्थः आहननशब्दस्य चेत् तत्रापि तत्र कः गृह्यते हत इति वा आहत इति वा तत्र तु आङ्पूर्वः गृह्यते एव पाठे प्रयोगः भवति एवं मन्यते। धातुवृत्तौ अपि एषः आरम्भे एव विचारः आगतः आसीत् यत् येऽपि धात्वर्थाः उपसर्गयोगेन द्योतिता भवन्ति व्यवहारे आगच्छन्ति चेत् ते धातोरर्थाः सन्ति अथवा सोपसर्गस्य धातोरर्थाः सन्ति चेत् उभयमपि अत्र स्वीक्रियते। एकः पक्षः धातुरेव ते अर्थाः उपसर्गास्तु तेषां द्योतकाः भवन्ति उपसर्गेण ते अर्थाः द्योत्यन्ते न तु उपसर्गसहितस्य स अर्थो वर्तते उपसर्गाणां कर्म वर्तते केवलं द्योतनम् अलम् तेषां वाच्यार्थो न भवति कश्चित् चेत् अर्थस्तु धातुरेव वर्तते उपसर्गेण द्योत्यते इत्येव पक्षप्रायेण स्वीक्रियते। अत एव भूधातोः कर्मण्यपि लकारो भवति नो चेत् भूधातोः कर्मणि लकारः कथं नु स्यात् अनुभूयते इत्यादि स एव अर्थः स एव अर्थः पूर्वापरिभूतशब्देनापि उच्यते अन्य च उपक्रमप्रभृति अपवर्गपर्यन्तम् उपक्रमः आरम्भः अपवर्गः फलप्राप्तौ क्रियासमाप्तिः पूर्वभूतम् अपरभूतम् च एवमुच्यते। अस्तु अग्रे चलामः किमस्ति साध्यावस्था भूतकाले साध्यावस्था क्रियायाः कथं प्रतीयते इति प्रश्नः चेदेवमस्ति यथा अस्माभिः प्रयुज्यते पचति पचति इत्यत्र किमस्ति क्रियया सह वर्तमानकालः युक्तः वर्तते सा क्रिया वर्तमानकाले प्रचलति अतः पचति इति उच्यते वर्तमानकालेन व्यापारस्य योगः देवदत्त गतः यः व्यापारः तस्य सम्बन्धः वर्तमानकालेन वर्तते चेत् तदा पचति इति उच्यते। चेत् अधुना क्रियायाः गम्यमानतायाः प्रतीतिर्भवति वा? यदा देवदत्त गतः व्यापारः अस्माभिः वर्तमानकालेन संयुक्तः चेत् तत्र क्रिया गम्यमाना वर्तते इति प्रतीतिर्जायते। अस्तु चेत् एषा या गम्यमाना अवस्था व्यापारस्य देवदत्तगतस्य वर्तते, यदि तस्य एव व्यापारस्य सम्बन्धः एतादृशस्यैव एताम् अवस्थां प्राप्तस्यैव व्यापारस्य भूतकालेनापि सम्बन्धः क्रियते, एष एव व्यापारः एतदवस्था एव व्यापारः यदा भूतकाले चलति स्म तेसा भूतकाल सह भूतकाल विशिष्टः गम्यमान व्यापारः देवदत्तगतः भवति, एषा एव स्थिति अलं केवलं कालभेदः भवति, तत्र सिद्धावस्था नास्ति। सिद्धावस्था नास्ति, एष एव या एव स्थितिः अत्र वर्तमानकालेन अस्माभिर्युज्यते सा एव देवदत्तगतव्यापारस्य स्थितिः भूतकालेन यदा युज्यते तत्र सिद्धावस्था नास्ति। एषा एव क्रिया पूर्वमपि चलति स्म, एषा एव व्यापारः भविष्यत्यपि चलिष्यति इति सिद्धावस्था नास्ति। न समाप्तिर्नास्ति, समाप्तिरस्ति चेत् तु सिद्धावस्था जाता, समाप्तिर्नास्ति। कश्चित् भोजनं पचति चेत् सम्पूर्णमपि भोजनं पक्वं तेन, पक्वं कश्चित् प्रयुङ्क्ते देवदत्तेन देवदत्तः ओदनम् अपचत् स्थितिद्वयं तदेव तु वच्मि, स्थितिद्वयं तत्र वर्तते। पाकस्य पाकः इति यः क्रियाया यत् यः फलभूतो वर्तते पाकः, अस्तु एवं विचार्यताम्, यः कालः भवति यतो यः अस्माभिः परिगणिताः आख्यातार्थाः षट् तत्र भवन्ति, तत्र कालस्य सम्बन्धः केन भवति? देवदत्तेन सह अथवा कार्केण सह अथवा फलेन सह अथवा व्यापारेण सह, त्रिभिः सह सम्बन्धः भवितुम् अर्हति, कार्केण फलेन अन्य च व्यापारेण। चेत् यदि फलेन सह कालस्य सम्बन्धः स्यात् चेत् पचति शब्दस्य प्रयोगः कथं भविष्यति? न भविष्यति न, पचति शब्दस्य प्रयोगो न भविष्यति, अपि तु पक्षति शब्दस्य प्रयोगः भविष्यति यदि फलेन सह कालस्य सम्बन्धः स्यात्। यतोहि फलं तु अधुना अनावाप्तं वर्तते, क्रियायां सत्यामेव फलस्य अवाप्तिर्भविष्यति। अस्तु कारकेण सह यदि योगः भवति कालस्य चेत् यदि देवदत्तः जीवति सम्पूर्णेऽपि जीवने, देवदत्तस्य सम्पूर्णेऽपि जीवने कदाचित् अपाक्षिदिति वा पक्षति इति वा प्रयोगो न भविष्यति, देवदत्तस्य सम्पूर्णेऽपि शतवर्षीयजीवने न भविष्यति। मृते अपाक्षिदिति प्रयुज्येत, अन्यच्च यदा अजायमानवस्थायां वर्तते चेत् तत्र किन्नाम पक्षति इति प्रयोगः भविष्यति, उभयमपि न युज्यते चेत् व्यापारेण सह वर्तते। अस्तु व्यापारः कः वर्तते? यः प्रचलति चेत् या तस्य व्यापारस्य प्रचल्यमाना स्थितिर्वर्तते गम्यमाना स्थितिर्वर्तते तेन सह यदि भूतकाल वर्तमानकाल युज्यते चेत् अधुना चलति, तेनैव सह तदवस्थेन सह अवस्था सा एव स्यात् तदवस्थेन व्यापारेण देवदत्तगतेन सह यदि भूतकालः युक्तः सिद्धावस्था नास्ति चेत् लङ्गः वा लुङ्गो वा प्रयोगो भवति लिटो वा प्रयोगो भवति, तेनैव सह यदि भविष्यत्कालः युज्यते चेत् दृढः प्रयोगो भवति सिद्धावस्था नास्ति। अन्यच्च अपरा स्थितिर्वर्तते सिद्धावस्था वर्तते चेत् सा पृथक् स्थितिर्वर्तते, अन्त एव स्थापिता वर्तते धातुवृत्ति। भूतकालस्य भवति भविष्यत्कालः युज्यते चेष्टा विषयस्तु ह्योऽपि आगतः एव अस्माकं यः अपि आगतः, तत्र अवयवेषु विचारः क्रियते न तु समुदायविचारः क्रियते, ये अवयवक्षणाः अतीताः तत्र भूतकालः, क्रिया एका एव वर्तते पचति, परं तत्रैव अपाक्षिदिति प्रयुक्तुम् अर्हते। परम तत्रापि ये अतीताः क्षणाः तत्र यः व्यापारः व्यापारं दृष्ट्वैव अपाक्षिरिति प्रयुज्यते न तु फलं दृष्ट्वा तत्र फलानावाप्तिर्वर्तते फलं तु प्राप्तमेव न ये च क्षणाः आगामिनः सन्ति तान् प्रति पक्षति इति प्रयुज्येत ये च क्षणाः चलन्ति च तत्र पचति इति प्रयुज्येत परं गम्यमानाया स्थितिर्वर्तते व्यापारस्य सा एव उच्यते सर्वथापि तिङ्गा न तु सिद्धावस्था उच्यते हा फलं व्यापारः व्यापार एव उच्यते सर्वथापि सिद्धावस्था नास्ति व्यापारस्य या गम्यमाना स्थितिर्वर्तते सा तिङ्गा उच्यते धातुगतः हा कालस्य योगः फलेन भवति चेत् कथं भविष्यति अनिष्टः सर्वोऽपि व्यापारः भवति व्यवहारः भवति किमस्ति मूलपाठेश एव अत्र सन्धिम् अवलम्ब्य भाष्यकारः एकादेशरूपम् आकारं कल्पयित्वा वा आहननादेव इति पठन्ति अर्थात् सङ्गत्ये कल्पनया भवितव्यम् अत्र हन्धातुः प्रयोगे अभीष्टः स सोपसर्गोऽपि भवितुमर्हति न हि आङ् उपसर्गः एवाभिष्यते समाहता भवन्ति अत्र सम् उपसर्गस्यापि योगात् एवमुच्यते अस्मिन् अर्थे केवलम् आङ्गः एव योगो भविष्यति तथा अभीष्टं नास्ति यदि तथा अभीष्टं स्यात् चेत् समः उपयोगो न स्यात् अग्रे समाहता भवन्ति अत्र क्रियते चेत् मूलः वर्तते हन्धातोः प्रयोगः हन्धातोः प्रयोगः अभीष्टः वर्तते अत्र समाहत तस्मात् केवलेन धातुनिर्देशेन भवितव्यम् अपि वा एतेषां विचारः वर्तते यत्र आङ्गी उपसर्गे अत्र बलं नास्ति प्रथमे वाक्ये अपि तु हनधातौ बलमस्ति यदि आङ्गी उपसर्गे बलं स्यात् चेत् तत्र समः प्रयोगो न स्यात् अग्रिमे वाक्ये हन्धातोरेव सः अर्थः इति उच्यते धातुनिर्देशेन भवितुं भाष्यकाराः स्वाभिप्रायेण सन्धिं कल्पयन्ति यथा नोपद्यते अग्रे आगच्छति तत्तु तत्तु भवत्येव मतभेदः भवति अर्थस्तु भवत्येव किमस्ति द्रव्यं किं द्रव्यं नामानि प्रविभज्य दिशन्ति उच्चारयन्ति कथयन्ति सर्वमपि आगच्छति तत्र नामपदं द्रव्यपदम् अर्थात् द्रव्यस्य कृते यत् पदं प्रयुज्यते तत्पदं तत्र न प्रयुज्यते यदि प्रयुज्यते चेत् गुणत्वेन प्रयुज्यते एवं तु प्रयोगः नास्ति अस्तु ह्यः अन्तिमं वाक्यमासीत् इन्द्रिय नित्यं वचनम् औदुम् किमिति भवेत् प्रसङ्गभेदात् भवेत् यतोहि उपसर्गः समुपसर्गः एवमस्ति निपातानाम् अथवा उपसर्गाणाम् अर्थनिश्चयः प्रायेण नास्ति यत् अस्य उपसर्गस्य अथवा अस्य निपातस्य अयमेव अर्थः वर्तते प्रसङ्गेन प्रकरणेनैव वा ते अर्थानि स्मर्यन्ते भवेत् क्वचित् भवेत् भविष्यति तत्रैव अर्थे समुपसर्गः प्रयुज्यते एते येऽपि अत्र किन्नाम व्यापारः प्रदर्शिताः निर्वचनानि प्रदर्शितानि तत्र ये उपसर्गाः प्रयुक्ताः सन्ति ते सर्वेऽपि उपसर्गाः नि उपसर्गस्य अर्थे वर्तन्ते उपसर्गाः यतोहि एते निर्वचनेषु ये उपसर्गाः प्रयुज्यन्ते ते नि उपसर्गस्य प्रातिनिध्यं कुर्वन्ति अन्यच्च ये धातवः प्रयुज्यन्ते ते घन्तु घण्टु घण्टु इति अर्थं साधयन्ति एवमस्ति इंद्रिय नित्यम वचनम अवदुम्बराय न। इंद्रिय नित्यता शब्दस्य कस्यचित् कथम भवति इत्यत्र किञ्चित् विचारणीयम्। यतो हि तत्र आक्षेपत्वेन अथवा प्रतिपक्षत्वेन एतद् वाक्यम् अत्र उद्ध्रियते। किमस्ति? इन्द्रिये सप्तमी समास इन्द्रिये नित्यम् इन्द्रिय नित्यम् इन्द्रिये एव नित्यम् शब्दः उपलभ्यते शब्दस्य उपलब्धिः नित्यम् इन्द्रिये एव भवति नान्यत्र क्वचित् सप्तमी समासः सप्तमी सौण्डैः इति योगभागेन सप्तमी। अत्र शब्दस्य या उपलब्धिः नित्यम् इन्द्रिये भवति तत्र एकं द्वैतं वर्तते। किं तत्? शब्दस्य विषये उच्यते शब्दस्य उत्पत्तिर्वा भवति अभिव्यक्तिर्वा भवति। एतयोः शब्दयोः विवेकः जायते खलु? उत्पत्तिः अन्य च अभिव्यक्तिः। उत्पत्तिरपूर्वा भवति, यस्य पूर्वं सत्ता नास्ति तस्य उत्पत्तिर्जायते यथा घटस्य इति उच्यते अस्माभिः। एकः भवति सत्कार्यवादः, अपरः भवति असत्कार्यवादः। कार्यमिति उत्पत्ति, यद् उत्पद्यते तत् कार्यमिति उच्यते। चेत् असत् अर्थात् पूर्वं यस्य विद्यमानता नास्ति तदुत्पद्यते उत्वा सदैव उत्पद्यते। पूर्वं यद् वर्तते तदेव उत्पद्यते उत्वा असत्कार्यम् उत्पद्यते। कार्यस्य पूर्वम् असदवस्था वर्तते उत्वा सदवस्था वर्तते इति। तथा शब्दस्य विषये विचार्यते, शब्दः पूर्वम् असद् वर्तते यः पश्चाद् उत्पद्यते, पश्चादिति यदा अस्माभिः श्रूयते उत्वा उच्चार्यते, तस्मात् कालात् पूर्वं शब्दः वर्तते न वा वर्तते इति विचारः। यदि वर्तते चेत् सत्कार्यं भवति उत्वा स उच्यते अभिव्यक्तिः। यथा वयमत्र कक्षे तिष्ठामः, पुस्तकान्यप्यत्र सन्ति चेत् अन्धकारः वर्तते, सहसैव प्रकाशः आगतः, विद्युदागता चेत् विद्युता किं कृतम्? प्रकाशेन किं कृतम्? अस्माकं सर्वेषामपि अत्र उपस्थितानां प्रकाशनं कृतम् अर्थात् अभिव्यक्तिः कृता, न तु उत्पादितः वयम्। अत्र वयं तु पूर्वत एव स्मः, पुस्तकान्यपि सन्ति, अन्यान्यपि वस्तूनि यानि कक्षे तिष्ठन्ति तानि सर्वाण्यपि सन्ति। प्रकाश आगतः, विद्युत् आगता चेत् तेन प्रकाशेन अस्माकं द्योतना जाता, प्रकाशः जाता अथवा अभिव्यक्तिः जाता। प्रकाशेन विद्युता वा अस्माकम् उत्पत्तिर्न जाता। तथैव शब्दः पूर्वं वर्तते केवलम् अत्र अत्र इति वागिन्द्रियं यत् वर्तते, वागिन्द्रिये सा परिस्थितिर्वर्तते येन तत्र शब्दस्य अभिव्यक्तिर्भवति, अन्यत्र अभिव्यक्तिर्न भवति। श्रोत्रे सा परिस्थितिर्वर्तते यया शब्दस्य उपलब्धिर्भवति, अन्यत्र न भवति। क्व तिष्ठति इति भिन्नः प्रसङ्गः, परम् अस्ति इति एकः अभिव्यक्तिपक्षः। चेत् अत्रापि अभिव्यक्तिपक्षेपि उपलब्धिस्तु सर्वथापि इन्द्रिये एव भविष्यति, अन्यत्र न भवति। यथा अद्यत्वे मोबैल् यन्त्रं वर्तते, मोबैल् यन्त्रं वर्तते चेत् अस्य कृते तरङ्गाः प्रसारिताः भवन्ति, यदपि तरङ्गकेन्द्रं वर्तते ततः विद्युत्तरङ्गाः, ततश्च ध्वनितरङ्गाः, ध्वनितरङ्गेषु परिवर्तनं भवति चेत् अस्माभिः श्रूयते। यत्र हि एतद् यन्त्रं वर्तते तेन केन्द्रेण च सङ्ख्याद्वारा सम्बध्यते चेत् अस्माभिः ध्वनिः श्रूयते, यतोहि सा परिस्थितिरत्र उपलब्धा। अन्यत्रापि ते तरङ्गाः सन्ति परं तत्र सा उपस्थितिर्नावर्तते उपलब्धौ। यदि तत्रापि सा परिस्थितिर्भवेत् चेत् तत्रापि शब्दः श्रूयेत, एवं नास्ति यत् तत्र शब्दः नास्ति। शब्दस्तु सर्वत्रापि वर्तते, सर्वव्यापकः शब्दः वर्तते, परं तत्र उपलब्धौ तत्र यत्नः नास्ति उत्वा उपलब्धेः कृते तत्र परिस्थितिर्नास्ति। यथा ईश्वरस्य कृते अस्माभिरुच्यते ईश्वरस्तु सर्वव्यापको वर्तते, परं तस्य उपलब्धिः क्व अनुभवति? हृदये भवति। आत्मनः उपलब्धिः हृदये भवति, यतोहि तस्य अथवा ईश्वरस्य उपलब्ध्यै या परिस्थितिर् आवश्यकी वर्तते सा परिस्थितिः केवलं तत्र हृदये एव वर्तते, अन्यत्र न वर्तते। उपलब्धिसाधनं हृदयमेव वर्तते, तथैव शब्दस्य उपलब्धिसाधनं वागिन्द्रियं वर्तते, श्रोत्रेन्द्रियं वर्तते। चेत् अत्रापि यथा तत्र ईश्वरः पूर्वत एव वर्तमानः वर्तते चेत् केवलं तत्र उपलब्धिर्जाता उपलब्धिसाधनेन, तथैव शब्दः अपि पूर्वतः वर्तमानं वर्तते, परं तस्य उपलब्धिः वागिन्द्रिये वा श्रोत्रेन्द्रिये वा जाता। श्रोत्रोपलब्धि बुद्धिनिर्ग्राह्य आकाशदेश प्रयोगेणाभिज्वलितः शब्दः इति वैयाकरणैरुच्यते, शिक्षाकारे उच्यते एव इति एकः पक्षः, अभिव्यक्तिपक्षः। अपरः पक्षः उत्पत्तिपक्षः, यत् यथा तेषां वर्तते नैयायिकानां, नैयायिकानां तु किमस्ति, शब्दः उत्पद्यते न तु अभिव्यज्यते, उत्पद्यते। यदि उत्पद्यते चेत् पूर्वं नास्ति, उत्पत्तेः पश्चादपि नास्ति। उत्पद्यते विनश्यति, उत्पद्यते विनश्यति, चेत् उत्पत्तिः विनाशः, उत्पत्तिः विनाशः। अस्माकं तत्र अस्माकं च यद् वागिन्द्रियम् उत्वा श्रोत्रेन्द्रियं वर्तते, तयोः उभयोरपि इन्द्रिययोः सामर्थ्यम् एतावत् वर्तते यत् एकस्मिन् क्षणे उत्वा एकवारम् एकस्यैव वर्णस्य ग्रहणं भवति, द्वयोः वर्णयोरपि ग्रहणं कदाचित् न भवति। चेत् तत्र किमस्ति, उत्पत्तिपक्षे उत्पद्यते विनश्यति, उत्पद्यते विनश्यति, उत्पद्यते विनश्यति। चेत् उत्पत्तिपक्षे एषा समस्या आगच्छति, यदत्र पूर्वम् उक्तं चत्वारि पदजातानि नामाख्याते च उपसर्गनिपाताश्च इति व्याख्यानं कथं कर्तुं शक्यते? तत्र तु शब्दाः सन्ति एव न, उत्पत्तिपक्षे अनित्यत्वम् आगच्छति, तत्र तु शब्दाः सन्ति एव न, यदि न सन्ति चेत् व्याख्यानं कथं कर्तुं शक्यते? स्युः चेदेव तु तेषां वर्गीकरणं वा व्याख्यानं वा यत्किञ्चिदपि कर्तुं शक्यते, परं सन्ति एव न, तेषां तु सत्ता एव न वर्तते सर्वथापि, वागिन्द्रिये श्रोत्रेन्द्रिये वा, तत्रापि च केवलं वर्णस्यैव सत्ता वर्तते, वर्गीकरणं न भविष्यति इति पूर्वपक्ष अत्र सम्भवति। इन्द्रियनित्तं वचनम् औदुम्बरायणः, यदि इन्द्रियनित्यं वर्तते एतम् सिद्धान्तम् आस्थाय अग्रे उच्यते, यदि इन्द्रियनित्यं वचनं वर्तते, इन्द्रिये एव शब्दस्य नित्यम् उपलब्धिर्भवति नान्यत्र भवति, चेत् तत्र दोषः कः अस्ति? तत्र चतुष्टयं नोपपद्यते। ओम् किमस्ति? किमस्ति? अभ्युपगमसिद्धान्तः कथम् आश्रियते अत्र? क्वचित् स्थितिः कथञ्चित् स्यात् तु, कथञ्चिदस्थितिः तेषां स्यात्तु, कथं तत्र कल्पना क्रियते? नै एवमस्ति न, अभ्युपगमवादः कथं क्रियते? यथा मन्ये तत्र क्रियते, महाभाष्येऽपि आगच्छति यत् यद्वस्तु नास्ति तस्यापि व्यवहारः क्रियते, असदपि वस्तु व्यवह्रियते, यथा कुण्डिकायां समुद्रः, स्थाल्यां वर्धितकमिति उच्यते तत्र, विन्ध्यो वर्धितक, स्थाल्यां तण्डुलानां, तत्र तण्डुलानां किम् ओदनानां, तत्र राशिर्वर्तते, राशिं दृष्ट्वा तत्र उच्यते अरे विन्ध्यो वर्धितकः, इसमें तो पर्वती घट्टा कर लिया पूरा चावल का, चेत् तत्र पर्वतः नास्ति चेदपि तत्र आख्यायते, परं तत्र पर्वतस्य अन्यत्र सत्ता वर्तते, अन्य च ओदनस्यापि सत्ता वर्तते, तत्र अतिशयेन तत्र व्यवहारो भवति। अत्र शब्दप्रसङ्गे कः अभ्युपगमः? शब्दस्य तु सत्तैव न वर्तते अधुना, वर्णस्य वर्णस्य अपि क्षणात्मिका सत्ता अन्यस्य वर्णस्य कृते अन्यस्य वर्णस्य तु उपयोग एव न वर्तते तत्र कश्चित् कथं नाम सम्बन्धः स्यात् उत्पत्तिपक्षे उत्पद्यते नश्यति उत्पद्यते नश्यति उत्पद्यते नश्यति एष एव क्रमः चलति बौद्धः सङ्ग्रहः स्यात् तत्र यतोहि बुद्धिस्तत्र तिष्ठति एका चेत् तत्र सर्वेषामपि संस्कारः सुरक्षितः वर्तते चेत् तद्वारा तत्र किन्नाम सम्बद्धता भवति इति एकं व्याख्यानं तत्र वर्तते चेत् तत्र पूर्वपक्षे तत्र आख्यायते तत्र चतुष्टयं नोपपद्यते तत्र इन्द्रियनित्ये वचने यदि वचनं शब्दः केवलम् इन्द्रियनित्यं वर्तते चेत् चतुष्टयं चत्वारो चतुष्टयम् इति चतुर्णां भावः चतुष्टयं चतुर्णां सत्ता तत्र न प्रवर्तेत यतोहि अत्र अन्यस्य दोषः अयुगपद उत्पन्नानां वा शब्दानां इतरेतरोपदेशः यतोहि शब्दास्तु तत्र युगपत् न उत्पद्यन्ते युगपत् तेषाम् उपलब्धिर्नास्ति क्वचित् युगपत् युगपद् इति व्याख्यायते अयुगपद् इति व्याख्यायते पूर्वम् अयुगपद् इति पाठं मत्वा आख्यानं क्रियते आक्षेपत्वेन अयुगपद् उत्पन्नानां वा शब्दानां ये शब्दाः अयुगपद् उत्पन्नाः सन्ति अयुगपद् उत्पन्नाः सन्ति इति युगपद् न उत्पद्यन्ते सः उपलब्धिः तेषां नास्ति चेत् तत्र इतरेतर उपदेशः अयं निपातः एतद् आख्यातम् एतद् नाम एषः उपसर्गः इति कथं वा वक्तुं शक्यते एषा प्रकृतिः एषः प्रत्ययः एतत् सर्वम् एतेषां समुदायः वाक्यम् इत्यादि इत्यादि कथं वक्तुं शक्यते तत्र तत्र तु कस्यचित् सत्तैव नास्ति उत्पद्यते नश्यति च अयुगपद् उत्पन्नानां वा शब्दानाम् इतरेतर उपदेशः एकेन अपरस्य उपदेशः एकेन अपरस्य सम्बन्धः अन्यच्च शास्त्रकृतो योगश्च यः शास्त्रकृतो योगः योगः इति सम्बन्धः वर्तते अस्मात् धातोः अयं प्रत्ययः उत्पद्यते क्व स धातुर्वर्तते क्व च स प्रत्ययो वर्तते अस्मात् प्रातिपदिकात् अयं प्रत्ययः प्रवर्तते किं प्रातिपदिकं क्व वर्तते तत् कस्य प्रत्ययः क्व वर्तते तत् यः कश्चिदपि ते प्राक् धातोः धातोः प्राक् ते उपसर्गाः प्रयोक्तव्याः गतिसंज्ञकाः प्रयोक्तव्याः क्व धातुर्वर्तते यस्य यस्मात् पूर्वम् उपसर्गो वा गतिर्वा प्रयुज्येत वर्तते एव न अस्तु अपरं तत्र व्याख्यानं तत्र चतुष्टयं नोपपद्यते शब्दः यदि इन्द्रिये एव नित्यं वर्तते चेत् चेतस्य चतुष्टयं चतुर्भावः नोत्पद्यते किमर्थमिति चेत् अत्र समाधानत्वेन दीयते युगपद् उत्पन्नानां वा शब्दानाम् इतरेतरोपदेशः शब्दाः यदि युगपद् उत्पन्नाः भवन्ति उत्पन्ना इति अभिव्यक्ताः उत्पूर्वः पदिधातुः अत्र अभिव्यक्तौ वर्तते चेत् यदि युगपद् अभिव्यक्ताः भवन्ति चेत् तु तत्र तेषां शब्दानां मध्ये परस्परं सम्बन्धः कर्तुं शक्यते अन्यच्च शास्त्रयोगोऽपि सम्बध्येत शास्त्रयोगोऽपि तत्र प्रवर्तेत शास्त्रसम्बन्धः यदि ते न सन्ति चेत् उभयमपि न प्रवर्तेत नैव शास्त्रयोगः शास्त्रसम्बन्धः प्रवर्तते न चापि इतरेतरोपदेशः तत्र भवितुमर्हति व्याख्यानम् उभयथापि लभ्यते अयुगपदिति युगपदिति च उभयथापि व्याख्यानं लभ्यते मन्ये तत्र ब्रह्ममुनिमहोदयैः युगपद् इति व्याख्यानं तत्र क्रियते यतोहि तत्र आक्षेपः कृतः टिप्पण्यां यत् तत्र टीकाकृद्भिः भाष्यकृद्भिः अत्र साङ्गीतिकभेदः प्रदर्शितः अयुगपद् उत्पन्नानाम् इति यथा तत्र अपि वा आहननादिति विभागः कृतः तथैव चेत् उभयथापि व्याख्यानं लभ्यते चेत् एवम् उभयोरपि योजना कर्तव्या भविष्यति किमस्ति तत्र चतुष्टयं नोपपद्यते इति आन्तरिकः कः? आन्तरिकस्तु शब्दो वर्तते एव न, केवलम् इन्द्रिये वर्तते, अन्यत्र क्व वर्तते शब्दः? बुद्धौ तु वर्तते एव न, इन्द्रिये वर्तते इति पक्षः चलति न, इन्द्रिये वर्तते, इन्द्रियात् अन्यत्र शब्दो न वर्तते इति पक्षः पूर्वम्, अन्यस्तु पक्ष एव नास्ति कश्चित्, इन्द्रिये नित्यं वचनं वर्तते इति पक्षमास्थाय एषः आक्षेपः क्रियते, अन्यस्तु पक्ष एव न वर्तते, बुद्धौ वर्तते अथवा आत्मनि वर्तते अथवा क्व वर्तते, स्फोट वर्तते अथवा यः कश्चिदपि वर्तते, मन्ये नैयायिकानां यः शब्दः वर्तते स एव अत्र वर्तते, नैयायिकाः अपि प्रायेण बाह्यपदार्थवादिनः सन्ति, लोके यथा व्यवहारः चलति तदाधृत्यैव तत्र व्याख्यायते अन्वाख्यायते वा, लोके च यथा महाभाष्येऽपि आगतः लोके च ध्वनिरेव शब्दः उच्यते, यः ध्वनिः अस्माभिरुच्चार्यते श्रूयते वा स एव शब्दः, तत्रैव शब्दशब्दस्य व्यवहारो दृश्यते, स च शब्दः केवलम् इन्द्रिये वर्तते अन्यत्र न वर्तते इति पक्षमास्थाय विचारः क्रियते। अधुना उच्यते व्याप्तिमत्वात्तु शब्दस्य, शब्दः व्याप्तिमान् वर्तते, व्यापकः वर्तते, कथमिति चेत् शब्दः एकः गुणः वर्तते, कस्य च सः गुणः? आकाशस्य, यदि महाभूतेषु पश्यामः चेत् आकाशस्य गुणः शब्दो वर्तते, आकाशस्यैव विकारः श्रोत्रेन्द्रियं वर्तते, गन्धः पृथिव्याः, तथैव पञ्चमहाभूतानां पञ्चानामपि पृथक् पृथक् गुणाः वर्तन्ते, ते ते गुणाः तत्र तत्र अवस्थिताः सन्ति, एते च महाभूताः ये सन्ति तेषाम् अवस्थाद्वयं वर्तते, एका कार्यावस्था वर्तते अपरा च कारणावस्था वर्तते, कार्यावस्था सृष्टि इति उच्यते, दृश्यमिति उच्यते, दृश्येनैव तु अस्माभिः कार्याणि उह्यन्ते, सर्वाण्यपि अस्माकं यः व्यवहारो भवति सर्वोऽपि व्यवहारः दृश्यजगत्येव भवति, दृश्यरूपे एव भवति, या एतेषां दृश्यरूपता वर्तते कार्यरूपता वर्तते सा अनित्या स्थितिर्वर्तते, यतो हि तत्र परिणामः चलत्येव, अर्थात् यद्रूपम् अधुना दृश्यते कस्यचित् पदार्थस्य तदेव रूपम् अग्रे न भविष्यति, पूर्वं च नासीत्, मन्ये यथैव अस्माकं शरीरमस्ति, शरीरस्य या स्थितिरधुना लक्ष्यते सा पूर्वं नासीत् अग्रे च न लप्स्यते, तत्र सर्वथापि अग्रे आगच्छति, किं नाम षड्भाव विकारा भवन्ति चेत् विकारा भवन्ति एव सर्वथापि, तेषां च या सूक्ष्मा स्थितिर्वर्तते परमाणुदशा वर्तते या किल प्रकृतिरिति उच्यते सा नित्या स्थितिर्वर्तते, अत एव त्रयः पदार्थाः नित्यत्वेन स्वीक्रियन्ते अस्माभिः, ईश्वरो जीवः, ईश्वरः सर्वथापि अपरिमाणित्वेन अपरिणामित्वेन तिष्ठति एकरूपत्वेन तिष्ठति, जीवोऽपि तथा वर्तते परं तत्र कर्मगता स्थितिर्वर्तते, परमत्र सर्वथापि परिणामिनी स्थितिर्वर्तते एव प्रकृतौ इति अनित्यता चेत् तत्र तेन तेन यत् गुणस्य सम्बन्धः गुणिना सह नित्यसम्बन्धो भवति, अविनाभावसम्बन्धो भवति अथवा समवायसम्बन्धो भवति, यथा अन्येषां गुणानाम् अन्येषामिति चतुर्णाम् अन्येषां चतुर्णां गुणानां स्थितिर्वर्तते क्व वर्तते? गुणिषु, स्वस्वगुणिषु वर्तते, द्रव्येषु महाभूतेषु वा वर्तते, ते नित्याः चेत् तेषां गुणाः अपि नित्याः वर्तन्ते, तथैव शब्दोऽपि नित्यः अस्ति, आकाशः व्याप्तिमान् वर्तते शब्दोऽपि व्याप्तिमान् वर्तते, यथा गुणि तथैव गुणः इति वर्तते चेत् तस्य उपलब्धिः न भवति केवलम्, उपलब्धिः अत्र भवति, इन्द्रिये भवति चेत् अधुना चतुष्टये दोषो न जायते, यतोहि शब्दास्तु पूर्वतः एव वर्तमानाः सन्ति, तेषां केवलम् उपलब्धिः क्रियते, अस्माभिः अभिव्यक्तिः क्रियते इन्द्रियैः, इन्द्रिये या उपलब्धिर्वर्तते सा अभिव्यक्तिरूपेण वर्तते न तु उत्पत्तिरूपेण वर्तते, यदि अभिव्यक्तिरूपेण वर्तते चेत् तत्र चतुष्टयस्य हानिर्न जायते। एवमस्ति तत्र एकं ज्ञानं वर्तते ऋषीणां, येषां दितम्बरा प्रज्ञा वर्तते, आर्षदृष्टिर्वर्तते, आर्षबुद्धिर्वर्तते, एका बुद्धिर्वर्तते अस्मादृशानां, एषः अपि विषयः अग्रे आगच्छति आगमिष्यति। ऋषीणां या बुद्धिर्वर्तते तत्र अस्मद्बुद्ध्या, अस्माकं या बुद्धिर्वर्तते तस्याः विशिष्टता वर्तते, यत्किल अस्माकं कृते किमस्ति केवलं वर्तमानस्य विषय एव जायते प्रायेण, यद्भूतं भवति तद्विस्मृतं भवति, भविष्यद्विषये तु अस्माकं गतिरेव नास्ति। ऋषीणां तथा नास्ति इति शास्त्रकारैः पदे पदे उच्यते, वाक्यपदीयेऽपि आगतं वर्तते तत्र वाक्यपदीये ब्रह्मकाण्डे एव सप्तत्रिंशत्तम अन्यच्च अष्टात्रिंशत्तमकारिका वर्तते, तदेव चर्केऽपि सूत्रस्थाने एकोनविंशतितमे अध्याये उच्यते, अत्र आप्तानां विषये उच्यते, तदेव च तत्र उच्यते किं नाम न्यायदर्शनेऽपि आप्तानां प्रसङ्गे साक्षात्कृतधर्माणः इति उच्यते तत्र, अत्र आप्तानां विषये उक्तं वर्तते आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम् अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते। आविर्भूत सप्तत्रिंशत्तमकारिका वर्तते प्रथमे काण्डे एव ब्रह्मकाण्डे, आविर्भूतप्रकाशानाम् अनुपप्लुतचेतसाम् अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते। अनुपप्लुतचेतसाम् अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते, प्रत्यक्षान्न विशिष्यते, अर्थात् अत्र एतेषां का स्थितिर्वर्तते ऋषीणाम् आप्तानां शिष्टानां वा तपसा, येषां दोषाः निर्दग्धा जाता, दोषाः न सन्ति, अतः किमस्ति दोषैः बुद्धौ यद् आवरणं कृतम् आसीत् तत् आवरणम् अधुना अपगतं भवति, तस्य निरावरणख्यातयः शिष्टाः, निर्दग्धदोषाः, दोषाः येषां निर्दग्धा जाता चेत् आवरणम् अपगतं भवति चेत् तेषां या ख्यातिः वर्तते ज्ञानं वर्तते तद्विशिष्टं भवति, अतीतानागतं ज्ञानमपि तेषां प्रत्यक्षवदेव भवति, प्रत्यक्षान्न विशिष्यते, यथा प्रत्यक्षं ज्ञानं वर्तते तथैव अतीतं वा अनागतं वा ज्ञानमपि तेषां कृते भवति, अस्माकं कृते तु दुर्लभमिव दृश्यते तज्ज्ञानम्, अस्मादृशा ये सन्ति तेषां कृते तु दुर्लभमिव अकल्पनीयमिव दृश्यते, परं तेषां कृते सामान्यमस्ति इति अत्र उच्यते। अन्यच्च उच्यते अतीन्द्रियान् असंवेद्यान् पश्यन्त्याशेन चक्षुषा ये भावान् वचनं तेषां नानुमानेन बाध्यते, ते ऋषयः आप्ताः शिष्टाः जनाः आर्षेण चक्षुषा, यतोहि आर्षं चक्षुः तैः उपलब्धं भवति, आर्षेण चक्षुषा अतीन्द्रियान् असंवेद्यान् अपि भावान् पश्यन्ति, ये भावाः अस्माकं कृते अतीन्द्रियाः सन्ति, यथा ईश्वरः वर्तते अस्माकं कृते तु अनुपलब्धदशायां वर्तते, परं तेषां कृते तथा नास्ति, असंवेद्यान् ये भावा यानि जानानि यत जानम अस्माकं कृते असंवेद्यं वर्तते परम तेषां कृते तु संवेद्यं भवति तेषां कृते तु अतीन्द्रियमपि इन्द्रियगोचरं भवति चेत् तेषां सा स्थितिर्वर्तते अतः तत्र सा स्थितिर्न उच्यते यः प्रश्ने वर्तते यत् अस्माकं कृते तु केवलं यदा इन्द्रियेण अभिव्यक्तिर्वर्तते केवलं तत्रैव शब्दस्य स्थितिर्वर्तते तेषां कृते तथा नास्ति ऋषीणां कृते अथवा आप्तानां इष्टानां शिष्टानां कृते तथा स्थितिर्नास्ति तेषां कृते तु उभयमपि तत्र उत्वा सर्वमपि त्रयमपि तत्र वक्तुं शक्यते प्रत्यक्षवद् वर्तते यदि प्रत्यक्षवद् वर्तते तैश्च तत्र व्याख्यानं कृतमेव वर्तते चतुष्टम् उपपादितं वर्तते तत्र दोषः न आगच्छति तत्र चर्केऽपि तथा प्रतिपादितं वर्तते बहु अतीव सुन्दरं प्रकरणं तत्र वर्तते तत्रापि आप्तानां कृते अन्ये च न्यायेऽपि बहुशः व्याख्यातम् अनेकेषु ग्रन्थेषु तथा दृश्यते शब्दस्य प्रयोगः अत्र किमर्थं क्रियते तत्र शिक्षायाम् एकः प्रसङ्गः आरम्भे एव आगतः आसीत् पूर्वं तु वर्णस्य परिभाषा प्रदत्ता किन्नाम अक्षरं नक्षरं विद्यात् वर्णो अश्नोतिर्वा सरोक्षरं वर्णं बाहुपूर्वसूत्रे किमर्थम् उपदिश्यते पुनः उच्यते वर्णज्ञानं वाग्विषयो यत्र च ब्रह्म वर्तते तदर्थम् इष्टबुद्ध्यर्थं लघ्वर्थं चोपदिश्यते लघुता तत्र लघुता वर्तते वर्णानाम् उपदेशे वर्णानाम् उपदेशेन शब्दज्ञानं लघुतया भवति व्याकरणोपदेशेन शब्दानां ज्ञानं लघुतया भवति शब्दज्ञानं च पुनः किमर्थं क्रियते वर्णानाम् उपदेशेन व्याकरणशास्त्रप्रवृत्तिः लघुतया भवति कियती लघुता तत्र आगता यदा तत्र अयुण् इत्यादि वर्णोपदेशः कृतः चेत् शास्त्रोपदेशः कियती लघुता आगता अल् इति उच्यते चेत् तत्र त्रिचत्वारिंशत् वर्णाः समेत्य आगच्छन्ति एकेनैव वर्णेन तत्र तेषां ज्ञानं भवति तथैव एकः सिद्धान्तः प्रतिपादितः कश्चिदपि सिद्धान्तः स्यात् कोणचि वा स्यात् अथवा कश्चिदपि सिद्धान्तः स्यात् कति शब्दाः तत्र सङ्गृहीताः भवन्ति एकेनैव सिद्धान्तेन कति शब्दानां तत्र ज्ञानं भवति चेत् व्याकरणं शब्दानां ज्ञाने लघुपायो वर्तते अन्यच्च यतोहि अस्माकं सर्वेषामपि स्थितिर्वर्तते पृथक् पृथक् स्थितिर्वर्तते अन्यच्च परस्पराधीनता वर्तते व्यवहारे अस्माकं जीवनस्य सञ्चालनाय यदि एवं वर्तते चेत् परस्परं व्यवहारः अस्माभिः कर्तव्यः यतोहि द्विविधं ज्ञानम् आवश्यकं द्विविधं ज्ञानम् अस्माकं वर्तते एकं तु स्वाभाविकं ज्ञानं वर्तते सहजं ज्ञानं वर्तते यत् किल शरीरेण सहैव आगच्छति अपरं च नैमित्तिकं ज्ञानं वर्तते नैमित्तिकं यत् ज्ञानं वर्तते तस्य कृते परस्य अधीनता परेण सह व्यवहारः नूनं कर्तव्य एव परेण सह व्यवहारः कथं स्यात् अस्माकम् इङ्गितैरपि क्रियते एका भाषा अपि कल्पिता वर्तते न इङ्गणभाषा तत्र वर्तते न मौखिकी न वर्तते संकेत सांकेतिकी सांकेतिकी भाषा नहीं नहीं तत्र मुखस्य आस्यस्य व्यवहारः नास्ति हस्तैरेव हस्तैरेव अथवा आकृत्या वा तत्र भावाः बोध्यन्ते हा तत्र मूकानां कृते आगच्छति न बधिराणां कृते आगच्छति तत्र अन्यच्च नृत्यं यद्भवति तत्रापि एका भाषा भवति नृत्यं यद्भवति चेत् नृत्य नृति गात्र तत्र गात्रविक्षेपे अङ्गे अङ्गानां विक्षेपेणैव भावाः द्योत्यन्ते कदाचित् शिरश्चालनेन कदाचित् हस्तचालनेन पादचालनेन कटिचालनेन वा तत्र भावाः द्योत्यन्ते नेत्रचालनेन वा सापि एका भाषा उच्यते अद्यत्वेऽपि एकः शब्दः प्रयुज्यते न बहु प्रचलितो शब्दो वर्तते यत् क्वचिद् यदि तत्र कार्ये गच्छामः चेत् तत्र अस्माकं बोडी लेङ्ग्वेज् शरीरभाषा कीदृशी स्यात्? यतो हि शरीर भाषा एव बॉडी लैंग्वेज यद् या भवति तया एव अतीव प्रभावितो वा प्रभावितो वा भवति सः जनः या अस्माकं किं नाम तत्र यः कश्चिदपि भवति चेत् तेन अतीव प्रभावो भवति. एतेपि माध्यमाः सन्ति परस्परं सम्पर्क साधनाय. परं तत्र या शब्दमयी भाषा वर्तते तत्र लघुता अपि वर्तते, स्पष्टता चापि वर्तते. भावाः सर्वैः ये अङ्गविक्षेपैः द्योत्यन्ते तेन सर्वैः गृह्येयुः, तथैव न गृह्येयुः मन्ये, अन्यथापि तत्र ग्रहीतुं शक्यन्ते. परं शब्दैः ये भावाः उच्यन्ते एकेनैव शब्देन बहवो भावाः व्यज्यन्ते, संक्षेपेण व्यज्यन्ते, स्पष्टतया व्यज्यन्ते. अत एव च ते अणीयस्त्वात् अणीयस्त्वाच्च शब्देन संज्ञाकरणं व्यवहारार्थं लोके. महाभाष्ये भी तो पदे पदे आगच्छति न, किमर्थं संज्ञा क्रियन्ते? लघ्वर्थं हि संज्ञाकरणं इति उच्यते तत्र. लघुना उपायेन यथा अस्माकं व्यवहारः सम्पन्नः भवेत् तथा अस्माभिः संज्ञाः क्रियन्ते. तत्र एका नदी संज्ञा कृता, घी संज्ञा कृता चेत् कियन्तः शब्दाः तत्र सङ्गृहीता भवन्ति? आनद्याः इति कार्यं यदि उच्यते चेत् सर्वेपि शब्दाः तत्र सङ्गृहीता भवन्ति, सर्वेषामपि तत् कार्यं भवन्ति. तदेव उच्यते अणीयस्त्वात्तु अणीयस्त्वात् इत्यत्र इयसुन् शब्दः प्रत्ययः क्रियते. अन्ये ये माध्यमाः सन्ति ते एकस्यां कोटौ गच्छन्ति. शब्देन च यः व्यवहारः, शब्दः यः माध्यमः व्यवहारस्य भवति, स च अपरस्यां कोटौ गच्छति चेत् तत्र द्वयोर्मध्ये निर्धारणं यदा क्रियते चेत् शब्देन यः व्यवहारः स अणीयान् वर्तते, सूक्ष्मः वर्तते. शब्दाणीयस्त्वाच्च शब्देन शब्दद्वारा संज्ञाकरणं व्यवहारार्थं लोके, लोके व्यवहारार्थं संज्ञाकरणं वर्तते, संज्ञा क्रियन्ते सर्वेषां पदार्थानां पिण्डानां वा. संज्ञा इति संज्ञायते अनया, सम्यक् ज्ञायते अनया, संविद्य ज्ञायते अनया इति वा. पार्थक्येन बोधः भवति. अस्माभिः प्रायेण मञ्चेभ्यः पुनः पुनः उच्यते यत् वेदेषु सर्वथापि यौगिकः पक्षः आश्रियते. यौगिकः पक्षः कः भवति? योगः इति सम्बन्धः. यत्र हि प्रकृत्यर्थप्रत्यार्थयो अथवा प्रत्यार्थप्रकृत्यर्थयो सम्बन्धेन शब्दस्य प्रवृत्तिनिमित्तं भवति, अर्थात् शब्दस्य यद् व्युत्पत्तिनिमित्तं भवति तदनु एव प्रवृत्तिनिमित्तं भवति चेत् यौगिकः पक्षः भवति. यदेव प्रवृत्तिनिमित्तं तदेव व्युत्पत्तिनिमित्तम् अपि भवति. तत्रैव प्रवर्तते शब्दः, यथा पङ्कजः शब्दः वर्तते चेत् पङ्कजातः पङ्कजः. परम् अत्र किमस्ति, यथा मन्ये प्रथमः शब्दः वर्तते अग्निशब्दः, अग्निमीळे पुरोहितम् वेदे. अग्निशब्दस्य अनेके अर्थाः सम्भवन्ति, ईश्वरः, आत्मा, नेता, सेनापति, अध्यापकः, उपदेशकः, अन्यच्च पार्थिवोऽग्निः, द्विलोकस्थः अग्निः, अन्तरिक्षस्थोऽग्निः, अनेके अर्थाः, शतशः अर्थाः सम्भवन्ति मन्ये इति यौगिकः पक्षः. परं यदा अस्माभिः वाक्यार्थः क्रियते अग्निमीळे पुरोहितं, यज्ञस्य देवं ऋत्विजं, होतारं रत्नधातमम् इति, एतद् एकं वाक्यं वर्तते, एतस्य अर्थः क्रियते चेत् यौगिके पक्षे अर्थः कथं क्रियेत? कर्तुं शक्यते वा? अभिप्रायः गम्यते न वा वाक्यस्य? अन्य अनर्थः न स्यात् वाक्यस्य, वाक्यस्य अनर्थः न स्यात्. अत्र मया यदुच्यते तस्य अभिप्रायः गम्यते. यौगिके पक्षे कस्यचिदपि वाक्यस्य कश्चित् अर्थः कर्तुं शक्यते वा? किञ्चित् वाक्यं भवितुमर्हति वा? मन्ये अग्निशब्दस्य शब्दशतशः अर्थाः सन्ति चेत् एकस्मिन् वाक्यार्थे अपि वा ते शतशः अर्थाः ग्राहयितुं ग्रहीतुं वा शक्यन्ते एकस्मिन् वाक्यार्थे तु कश्चित् एक एव शब्दार्थः गृह्येत चेत् तत्र किमस्ति अस्माभिः अत्र यौगिकः पक्षः यदि आश्रियते चेदपि तत्र एकस्मिन् पदार्थे अवरोद्धव्यं भविष्यति यदि अवरुद्धः न भवामः कस्मिंश्चित् पदार्थे चेत् वाक्यार्थः भविष्यत्येव न हा एवं तु अस्ति यत् अस्य शब्दस्य केवलम् अयमेव अर्थो न भवति यदि यज्जगतः अग्निरेव अर्थः यथा तत्र क्रियते सायणादिभिः आचार्यैः तत्र दोषः आगच्छति यदि यज्जगत एव अग्निः स्वीक्रियते अयमग्निः यः यज्ञगतो वर्तते स अस्मा मया ईड्यते केवलं तत्रैव अर्थः तत्र दोषः आगच्छति अनेके अन्येऽपि अर्थाः अस्य वाक्यस्य अस्य मन्त्रस्य अस्य अस्याः ऋचः सम्भवन्ति इति यौगिकः पक्षः चेत् तत्र अर्थकरणे तु योगरूढः पक्षः आश्रियते यौगिकः योगेन रूढः न केवलं रूढः रूढः अर्थः तत्र नास्ति योगेन रूढः वर्तते चेत् तथैव संज्ञा क्रियन्ते लोके तत्र संज्ञाः प्रायेण रूढिपक्षे गच्छन्ति तत्र यदृच्छा शब्दाः भवन्ति तत्र उणादेव बोलम् इत्यत्र उक्तमस्ति सुसाधु नैगम रूढिभवम् हि सुसाधु तत्रैव उक्तमस्ति उणादेव बहुलं बाहुलकं प्रकृते स्तनुदृष्टे चेत् तत्र बाहुलकं बहुलशब्दः किमर्थं पठ्यते चेत् नैगम रूढिभवम् हि सुसाधु निगमो वेदः तत्र भवा शब्दाः नैगमाः अन्य च रूढिगताः शब्दाः यथा सुसाधवो भवेयुः तथा अत्र बहुलं शब्दः पठ्यते संज्ञाशब्देषु हि उभयथापि दृश्यते केचन संज्ञाशब्दाः योगरूढाः अपि सन्ति अपरे च रूढाः प्रायेण रूढाः एव सन्ति परं रूढैः तथा अर्थबोधो न जायते यथा अर्थतत्त्वम् अर्थबोधस्तु जायते मन्ये संज्ञाशब्देन किम् अस्ति तत्र केवलं वाच्यवाचकभावसम्बन्धः भवति देवदत्तशब्दस्य अयं पिण्डो अर्थः अलम् देवदत्तशब्दस्य प्रवृत्तिनिमित्तं किमस्ति अथवा व्युत्पत्तिनिमित्तं किमस्ति तत्र न घटते केवलं तत्र पिण्डविशेषे तत्र शब्दस्य व्यवहारो भवति पुनरपि तत्र किमस्ति यदि तस्य पिण्डविशेषस्य संज्ञा न क्रियेत तेन च यदा व्यवहारः क्रियते पिण्डेन कथं नु व्यवहारः क्रियेत तत्र सर्वोऽपि परिचयः दातव्यो भविष्यति एषः शिखावान् कर्णवान् अयं वान् इति अयं तम् आनय इति तत्र उच्यते शब्देन यः व्यवहारः क्रियते सः अणीयान् वर्तते अत एव संज्ञाः क्रियन्ते व्यवहारार्थं लोके लोके यः व्यवहारः भवति सः मनुष्याणां मध्ये भवति परं मनुष्येभ्यो अन्योपि व्यवहारः अस्ति सः क्व वर्तते यथा वेदे वर्तते वेदे कथं नु व्यवहारः वर्तते चेदुच्यते यथैव लोके वर्तते तथैव वेदे वर्तते यैव लौकिकाः शब्दाः तैव वैदिकाः तैव च तेषामर्थः इति महाभाष्ये उच्यते तदेव अत्रापि उच्यते मनुष्यवत् देवताविधानम् तेषां मनुष्यवत् देवताविधानम् तेषां शब्दानाम् मनुष्येषु इव मनुष्यवत् यथा मनुष्येषु अभिधानं भवति तथैव देवतासु अपि अभिधानं भवति मनुष्येषु इव मनुष्यवत् सप्तम्यर्थे अवतिर्भविष्यति तत्र तस्यैव इति मनुष्येषु इव मनुष्यवत् चेत् तेषां शब्दानां यथा मनुष्येषु अभिधानं भवति मनुष्येषु व्यवहारः भवति तथैव देवतासु अपि भवति देवता शब्दः अतीव व्यापको वर्तते तत्र ऋक्सर्वानुक्रमिण्याम् उच्यते यस्य वाक्यं स ऋषिः या तेन उच्यते सा देवता तत्र परिभाषा कांडे आरंभे एव परिभाषा प्रकरणं वर्तते तत्र सर्वानुक्रमण्याम् यस्य वाक्यं स ऋषिः। अस्तु वाक्यं कस्य भवति? अस्माभिरपि तु वाक्यम् उच्यते, चेदपि वा वयमपि ऋषयः सम्पन्नाः। अस्माकं ये शब्दाः अथवा यानि वाक्यानि सन्ति तानि अस्माकं न सन्ति, अपि तु इतरेषामेव अस्माभिः अनुक्रियन्ते केवलम्। तेन एवमुच्यते, तेन एवमुच्यते, महर्षिणा दयानन्देन एवमुच्यते, कात्यायनेन एवमुच्यते, यास्केन एवमुच्यते, अस्माकं तत्र नास्ति किमपि। अस्माकं तु केवलं योजना वर्तते। वस्तुतः वाक्यं तस्य भवति येन तद् अर्थतत्त्वं साक्षात् दृष्टं भवति, तस्य वाक्ये अधिकारः भवति। प्रथमतः तस्मिन् विषये यः वक्ति येन सः विषयः साक्षात्कृतो भवति, यदेव उच्यते न्याये अथवा अत्र यास्केनापि साक्षात्कृतधर्माणः ऋषयो बभूवु। धर्म इति अर्थतत्त्वम्, कस्यचित् विषयवस्तुना अर्थतत्त्वं येन साक्षात्कृतो भवति सः ऋषिर्भवति, तस्यैव च वाक्यं भवति। यथा अस्माभिः कस्यचित् जनस्य विषये वार्ता क्रियते, चर्चां कुर्मः, चित्कस्य जनस्य विषये चर्चां कुर्मः, यस्य विषये अस्माकं ज्ञानं वर्तते, यादृशमपि ज्ञानं वर्तते चेत् अस्माभिः चर्चा क्रियते। ज्ञानं वर्तते अतः चर्चा क्रियते, यस्य ज्ञानमेव न वर्तते चेत् चर्चा कथं क्रियेत? न क्रियते कदाचित्। तथैव ऋषयः वाक्यं ब्रुवन्ति। कथं ब्रुवन्ति? यतोहि तस्य वाक्यस्य यः अर्थः अस्ति, तस्य अर्थस्य यत् तत्त्वं वर्तते, तत्त्वं तैः ऋषयैः ऋषिभिः साक्षात्कृतं भवति। अत उच्यते यस्य वाक्यं स ऋषिः शब्दः। तेन वाक्येन च यदुच्यते, वाक्येन यदुच्यते सा देवता, तस्मिन् वाक्ये यस्य विचारः वर्तते, विचारः क्रियते, सा एव देवता इति उच्यते। तदेव उच्यते मन्त्र प्रतिपाद्यो विषयः देवता, मन्त्राणां यः प्रतिपाद्यो विषयो वर्तते सा एव देवता वर्तते। मन्त्रैः यदुच्यते, यस्मिन् विषये विचार्यते यस्मिन् विषये कथ्यते। ऋषिविषयोऽपि एकः स्वतन्त्रः अतीव व्यापकः विषयो वर्तते। अनेकधा ऋषयः भवन्ति, ईश्वरस्य कृतेऽपि ऋषिशब्दः, वेदस्य कृतेऽपि ऋषिशब्दः, मनुष्यस्य कृतेऽपि ऋषिशब्दः, अनेकेषु अर्थेषु ऋषिशब्दः आगतः अस्ति, तथा देवताशब्दो वर्तते। अत्र चापि देवता वर्तते निरुक्ते, देवो दानाद्वा दीपनाद्वा द्योतनाद्वा, यो देवः सा देवता इति तत्र वक्ष्यते अग्रे यास्केन। दानाद्वा यो ददाति स देवः, द्योतनाद्वा यः द्योतते स देवः, दीपनाद्वा यः द्योतयति दीपयति सः देवः, अन्यान् प्रकाशयति अतः देवः, स्वयं प्रकाशते अतः देवः, ददाति अतः देवः। यदि ये गुणाः एते गुणाः यत्र यत्र तिष्ठन्ति ते ते देवपदवाच्याः भवन्ति। प्रकृतौ व्यवहारः क्रियते, अध्यात्मे व्यवहारः क्रियते, वेदे व्यवहारः क्रियते, यत्र क्वचिदपि मनुष्यसमुदायात् भिन्नः व्यवहारः वर्तते स सर्वोऽपि देवव्यवहारः इति वक्तुं शक्यते। तत्र कथं व्यवहारः भवति? मनुष्येषु तु एतैः शब्दैः संज्ञाकरणेन वा येन केन प्रकारेण व्यवहारः भवति। तत्र मनुष्येभ्यः भिन्नः यः व्यवहारः वर्तते, मनुष्यैः अन्येभ्यः पदार्थेभ्यः यः उपकारः गृह्यते, कथं गृह्यते? तत्र व्यवहारः कथं क्रियते चेत् यथा मनुष्येषु व्यवहारः वर्तते शब्दानां तथैव तत्रापि वर्तते। किमुच्यते? कस्य वाक्यं? किं वाक्यम्? सर्वानुक्रमण्यामेव वाक्यं सः ऋषिः, नहीं, तत्र तु पूर्वतनं सूत्रं वर्तते मन्ये तत् किं सूत्रं वर्तते यदक्षरं तच्छन्दः अस्ति अक्षराणामेव छन्दः संज्ञा वर्तते अन्यच्च अर्थः हा चेत् अर्थस्य कृते देवता या तेन उच्यते तेन इति वाक्येन तत्रैव वर्तते कियत्तमं सूत्रं वर्तते तत्रैव वर्तते चेत् अयमेव अर्थः तत्रापि अनूद्यते अक्षरपरिमाणं छन्दः भवति अन्यचार्थः देवता भवति ऋक्सर्वणं द्रष्टव्यं भविष्यति हा चेत् तत्र देवतासु यः व्यवहारः वर्तते सः अपि सः मनुष्यपदेव भवति पुरुषविद्यानित्यत्वात् कर्मसम्पत्तिर्मन्त्रो वेदे अत्रापि द्विधा अत्र व्याख्यानं क्रियते नित्यत्वात् अनित्यत्वादिति च अनित्यत्वात् चेत् अस्मादृशाः पुरुषाः भवन्ति नित्यत्वादिति इति चेत् ईश्वरः पुरुषो भवति पुरुषविद्यायाः नित्यत्वात् यदि अस्मादृशाः गृह्यन्ते चेत् अनित्यत्वात् यतोहि अस्मादृशानां यज्ज्ञानं वर्तते तद् अनित्यं वर्तते या विद्या वर्तते सा अनित्या वर्तते तस्याः अनित्यत्वात् कर्मणां सम्पत्तिः सम्पूर्णता तत्र मन्त्रः यः वेदे वर्तते तत्र वर्तते उत्वा पुरुषस्य ईश्वरस्य विद्या या वर्तते सा नित्या वर्तते तत्र यज्ज्ञानं वर्तते नित्यं वर्तते एकरसं वर्तते एकरूपं वर्तते सर्वदैव सर्वथैव च तथैव तिष्ठति अतः कर्मणां सम्पत्ति यतोहि मन्त्राः सर्वेऽपि तेनैव उपदिष्टाः वर्तन्ते चेत् तत्र नैयून्यं किमपि न भवेत् सर्वतोऽपि सम्पूर्णता अस्मादृशाणां यानि वाक्यानि सन्ति तत्र तु नैयून्यमपि सम्भाव्यते न्यूनता अपि सम्भाव्यते सम्भाव्यते किं भवत्येव परम् ईश्वरस्य ज्ञानं वर्तते या विद्या वर्तते तत्र यतोहि सम्पूर्णता वर्तते नित्यता वर्तते अतः तेन उक्तानि यानि वाक्यानि सन्ति ये मन्त्राः सन्ति प्रोक्ताः तत्र सम्पत्तिर्वर्तते सम्पूर्णता वर्तते वेदे चेत् एतत् शब्दविषये विचारितम् तत्र चापि केवलं नामाख्यातयोर्विषये प्राधान्येन विचारितम् अन्तरङ्गतः अथवा अनुषङ्गतः अन्यदपि तत्र उत्थाप्य विचारितम् अग्रे अन्यो विषयः चलिष्यति षड्भावविकारा भवन्ति इति भावनां ये विकाराः सन्ति ते षड् भवन्ति तेषु अत्र व्याख्यानम् अग्रे चलिष्यति अद्यतनीयः पाठः एतावन् एव स्यात् अग्रे श्वः करिष्यामः ज्येष्ठाय ब्रह्मणे नमः ॐ सहनावतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।